नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे प्रवर्तमानविषयः अस्ति अष्टाध्यायीसूत्राणां बलाबलम् इति. प्रायः अद्य समापयामः अयं पाठः. तत्र वयं गतसप्ताहे पूर्वत्र सिद्धम् इति अधिकारसूत्रस्य विषये किञ्चित् दृष्टवन्तः. तत्र त्रिपादीसूत्रम् अस्ति. त्रिपाद्यां सर्वत्र तस्य अनुवृत्तिः भवति पूर्वत्र सिद्धम् इति अधिकारसूत्रमस्ति इति कारणेन पूर्वस्मिन् विद्यमानानि सूत्राणि प्रति परसूत्रम् असिद्धम् इत्येव सूत्रं वदति. पूर्वस्मिन् विद्यमानानि सूत्राणि प्रति परसूत्रम् असिद्धम् इति वदति. तत्र वयं द्विविधं कार्यम् इति दृष्टवन्तः. रघुपतिमहोदय वदति वा शास्त्रसिद्धं कार्यसिद्धम् इत्युक्ते किम् इति संक्षिप्तरूपेण. शास्त्रसिद्धम् इत्युक्ते शास्त्रसिद्धम् इत्युक्ते पूर्वशास्त्रस्य प्रति परशास्त्रम् असिद्धम् इति शास्त्रसिद्धं भवति. यदि कार्यसिद्धम् इत्युक्ते यत् कार्यं परसूत्रं कृतं कार्यं कृतं तत् पुरसूत्रं न पश्यति इति. समीचीनं. तदेव कार्यसिद्धम् इति भवति. शास्त्रसिद्धं कार्यसिद्धम् इति कार्यद्विविधम् अस्ति. तत्र अरुणा भगिनी वदति वा यदा वयं वदामः शास्त्रसिद्धम् इति द्वयोः सूत्रयोः प्राप्तिः अस्ति परन्तु परसूत्रं स्वयम् असिद्धम् इति वदामः चेत् किं भवति इत्युक्ते किम्? अत्र त्रिपादीसूत्रं कार्यं न करोति. पूर्वत्र सिद्धम् इति सूत्रेण कार्यं न करोति. कं प्रति? किं भगिनि? कं प्रति? त्रिपादीसूत्रं कार्यं न करोति. कं प्रति कार्यं न करोति? कार्यमेव न करोति वा कुत्र कार्यं न करोति? त्रिपादीसूत्रं कार्यं दृष्ट्वा अपेक्षया त्रिपादीसूत्रं कार्यं न करोति. अस्तु. यदा सूत्रद्वयमपि त्रिपाद्याम् अस्ति चेत् परसूत्रं पूर्वसूत्रम् असिद्धं तथैव कार्यं न करोति. संख्याक्रमेण एव कार्यं करणीयम्. प्रथमसूत्रम् अनन्तरं पदसूत्रम् इति एव करणीयं. न तु अस्तु. 823 इति एकं सूत्रम्, 845 इति एकं सूत्रम् अस्ति चेत् कस्य कार्यं भवति? 825 एव प्रथमं करणीयं. तदनन्तरं 845 प्रवर्तनं भवति चेत् प्राप्ति चेत् कार्यं कर्तुं शक्नोति. तद् 845 कृत्वा 823 न करणीयम्. समीचीनम्, उत्तमं. त्रिपाद्यां पूर्वं प्रति परशास्त्रम् असिद्धं. पूर्वशास्त्रं क्रमेण यदा भवती उक्तवती क्रमेण एव कार्याणि भवति तत्र त्रिपाद्यां. सपादसप्ताध्यायामेकं सूत्रमस्ति, त्रिपाद्याम् अन्यत् सूत्रमस्ति चेत् सपादसप्ताध्यायीसूत्रमेव बलवत् तस्य कार्यमेव प्रथमं भवति. त्रिपादीसूत्रं तु असिद्धा. सपादसप्ताध्यायी दृष्ट्या त्रिपादीसूत्रम् असिद्धा. एतदेव शास्त्र असिद्धम् इति वदामः. शास्त्रम् इत्युक्ते सूत्रं, सर्वत्र शास्त्रम् इत्युक्ते सूत्रम् इति मनसि भवेत्. अनन्तरं कार्यसिद्धम् इति यदा महोदय उक्तवान्, परसूत्रेण यद् कार्यं कारितं, कारितम् इत्युक्ते तत् कार्यं जातं कृतं, तत् पूर्वसूत्रस्य दृष्ट्या तत्तु असिद्धं, तद् कार्यं न पश्यति एव पूर्वसूत्रं, तस्यैव बलम् अधिकम् इति कारणेन यत् परसूत्रेण यत् कार्यं कृतं तद् पूर्वसूत्रं न पश्यति इत्येव अस्ति कार्य असिद्धम् इति. इदानीं तत्र पञ्चमबिन्दुः अस्ति वर्णादङ्गं बलीयः इति, तस्मात् पठामः अद्य. विजया भगिनी अस्ति वा पञ्चमबिन्दुः पठति वा? विजया भगिनि अस्मि भगिनि, पठतु भगिनि वर्णादङ्गं बलीयः इति. प्राप्तं वा भगिनि? वार्णादङ्गं पञ्चमबिन्दुः वार्णादङ्गं बलीयः, वार्णात् अङ्गं बलीयः परिभाषासूत्रं पञ्चाशत् इति. वर्णस्य इदं वर्णं वर्णनिमित्तीकृत्य जायमानं कार्यं, वर्णसम्बन्धं वर्णम्, अङ्गस्य इदम् अङ्गम्, अङ्गनिमित्तिकं वा अङ्गो अङ्गात् दृश्यकं वा कार्यम् अङ्गम्, अङ्गसम्बन्धम् अङ्गं, वर्णनिमित्तिककार्य अपेक्षया अङ्गाधिकारस्य कार्यं प्रबलम्. तत्र उदाहरणमस्ति, पठामि वा भगिनि? एतद् वदतु भगिनि, किम् अस्ति अत्र? अस्तु भगिनि, तत्र वर्णात् अङ्गं बलीयः, वर्ण वर्णात् अङ्गं बलीयः इत्युक्ते तत्र वर्णः न बलीयः, अङ्गम् एव बलीयः इति अस्ति. वर्णस्य इदं वर्णं वर्णनिमित्तीकृत्य जायमानं वर्णम् इति अस्ति, वर्णस्य इदं वर्णम्. अस्तु भगिनि, षञ्जि प्रत्ययः. अस्तु भगिनि, वर्णस्य इदं वर्णम् इति अस्ति तत्र. वर्णनिमित्तीकृत्य जायमानं कार्यं, तत्र कार्यं वर्णनिमित्ति अक्षराणि एव तत्र कार्यं जायते. वर्णसम्बन्धं वर्णम् तत्र वर्णस्य वर्णं वर्णसम्बन्धं वर्णं वर्णमिति पूर्वमेव भवत्या उक्तं, वर्णस्य इदं वर्णमिति तत्र षञ्जि प्रत्ययमस्ति. अङ्गस्य इदम् आङ्गं, तत्रापि षञ्जि प्रत्ययमेव, अङ्गस्य इदम् आङ्गमिति. अङ्गनिमित्तिकं वा अङ्ग उद्देशिकं वा कार्यम् आङ्गम्, अङ्गनिमित्तिकं वा तत्र न तु अङ्ग उद्देशिकं कार्यं वा इति तत्र अस्ति. अङ्गसम्बन्धम् आङ्गमिति, वर्णनिमित्तिककार्य अपेक्षया अङ्ग अधिकारस्य कार्यं प्रबलं, वर्णं मिलित्वा तत्र कार्यं भवति, अङ्ग अधिकारस्य कार्यं तत्र प्रबलमेव. अस्तु, वर्णकार्यस्य एकम् उदाहरणं ददाति वा? अत्र अत्रैव अस्ति खलु भगिनि? न, अत्र नास्ति, तद् भिन्नविषयः. साधारण उदाहरणं, सर्वसामान्य उदाहरणं, सन्धिकार्यं अङ्गं, तत्र पट् योगः अकारः योगः ति इति अस्ति चेत् तत्र पट् इति अङ्गं भवति, पठति इति अकारः विक्रणप्रत्ययं योजनेन अकारः आगच्छति, शप् प्रत्ययं तत्र एतत् सर्वम् अपगच्छति, आ एव तिष्ठति, अनन्तरं तिङ् प्रति योजनेन पठति इति आगच्छति. पट् इति अङ्गमस्ति तत्र. पट् इति अङ्गं वा धातु वा? धातु भगिनि, पट् एव पट्. पट पुनः किं भगिनि दोषः अस्ति? अङ्गं किम्? आम् आम्, अङ्गं फौण्डेशन् एव महोदय. अङ्गं किम् इति वदतु मम तु. भगिनी भगिनी भवती कृपया प्रातःकाले काफी पानं पीत्वा वर्गम् आगच्छतु. धातुः किम्, अङ्गं किं पुनः वदतु. अस्माकं प्रथमपाठः. पट् इति अङ्गं नास्ति वा भगिनि? महोदय किञ्चित् सहायं करोतु महोदय. यत्किमपि प्रत्ययात् पूर्वं यः भागः अस्ति सः अङ्गम्. इदानीं पट् योगः अयोगः ति इति स्थितिः महोदय. तत्र राजेन्द्रमहोदय वदतु अङ्गं किम्, अङ्गं प्रथमम् अङ्गं निष्पादयतु अनन्तरं वदतु महोदय. अत्र पट् योग अयोग ति, पट् योग अपठ, अनन्तरं योगति पठ अङ्गमस्ति इति प्रत्ययस्य कृते. समीचीनम्, उत्तमं, यस्मात् प्रत्ययविधि ददाति प्रत्ययः ददाति अङ्गं. समीचीनम्, उत्तमम्. अस्तु, फौण्डेशन् भगिनी, फौण्डेशन् अस्ति अङ्गम् इति. पट् योगः अयोगः ति इति स्थितौ ति प्रत्ययस्य दृष्ट्या किम् अङ्गम् इत्युक्ते पठ इति अङ्गं. यदा विकरणप्रत्ययः योजयामः तदनन्तरमेव अङ्गं भवति किल. पट् इति धातुरूपी अङ्गमस्ति. अङ्गं किम् इति पृच्छामः चेत् तत्र पठ इति अङ्गं. भूयोगः शप् योगः ति इत्यत्र भू इति धातुरूपी अङ्गमस्ति. अनन्तरं शप् इति यदा गुणकार्यं सर्वं कृत्वा भव इत्येव अङ्गं किल. तदेव अस्माकं प्रथमः पाठः जातः किल. आं भगिनि, आं भगिनि, भव योगः अनन्तरं ति तिङ् प्रति योजनेन भवति इति आगच्छति. भव इति अङ्गमस्ति. भव इति अङ्गम्, अङ्गम् इति बहु मुख्यविषयः अस्ति. अस्तु, इदानीं भवती अङ्गस्य उदाहरणं दत्तवती, वर्णस्य उदाहरणं किम्? विजया भगिनी. आं भगिनि, वर्णस्य उदाहरणं सर्वे स्वराः व्यञ्जनः एते एव खलु. तत्रापि एतदेव रघुपति महोदय एकम् उदाहरणं प्रदर्शयति वा वर्णकार्यस्य? वर्णकार्यस्य अस्तु, एकवारं किमस्ति वर्णकसन्निको अत्र तदेव. अपि अत्र इति अपि अत्र इति अस्ति, इदानीम् इकार आकार अस्ति. इदानीम् इको एनचि सूत्रेण इकारस्थाने यकारः भवति, तदेव अङ्ग वर्णकार्यं भवति. वर्णनिमित्तिककार्यम् अस्ति, वर्णकार्यं वर्णनिमित्तनिमित्तमस्ति यत् अङ्गनिमित्तयोगः. अपि इति अत्र एव अस्ति किल, एचो यवायावः इत्यनेन, तदपि वर्णकार्यमेव. आम्, समीचीनम्. अतः तत्र वर्णादङ्गं बलीयः किं वदति इत्युक्ते, यदा वर्णकार्यम् अपि एकस्मिन् स्थले, युगपत् इति यदा सर्वदा वदामः, युगपत् वर्णकार्यमपि आगच्छति, अङ्गकार्यमपि अस्ति चेत् तत्र अङ्गकार्यमेव प्रवर्तनीयम्, अङ्गकार्यस्य एव बलम् अधिकम् इति वदति. वर्णात् अङ्गं बलीयः, तस्य कार्यमेव प्रबलम् इति वदति. अस्तु, राजेन्द्रमहोदय पठति वा उदाहरणं? भगिनी पुनः वदतु. सूर्ययोगः उदयः तत्र अकारस्य उकारस्य स्थाने ओकारः आगच्छति, सूर्योदयः इति वक्तुं शक्नोमि खलु, वक्तुं शक्नोति खलु. वर्णकार्यं वा अङ्गकार्यं वा? वर्णकार्यम्. अस्तु, समीचीनम्. अरुणा भगिनी, भवत्याः प्रश्नः कः? वर्णात् आङ्गं बलीयः, पुनः वदतु भगिनी, अहं नावगतम् भगिनी. अस्तु, तत्र सम्यक् वा इति इदानीं चुरु इति धातु अस्ति चुरादिगणीय चोरि इति चोरि इति अस्ति धातु अस्ति आतिदेशधातु अस्ति. इदानीं चोरि योग इदानीं शप्रत्यय अ इति अस्ति, इदानीं चोरियोग शप्रत्यय अस्ति. इदानीं अत्र शप्रत्यय चोर चोरय एकवारं चोरयति तद् सन्धि एव भवति वा? सन्धि सन्धिः न भवति अत्र, सन्धिः न भवति अत्र, यण् सन्धिः न भवति, परन्तु अङ्गकार्यं भवति. अतः द्वयोः सूत्रयोः प्रसक्तिः अस्ति, अतः अङ्गकार्यमेव भवति सर्वकयोः सूत्रेण अङ्गकार्यमेव भवति, न तु सन्धिकार्यम्. इको एण इति सन्धिकार्यम् तदेव वा? समीचीनं, तदेव. आं, तदेव तदेव सर्वत्र तादृशं चिन्तनमेव. सर्वत्र तु यत्र यत्र वर्णः अस्ति तत्र वर्णकार्यं, किमपि सन्धिकार्यम्, इको एणचि वा, एचो एवायावः वा, सवर्णदीर्घसन्धि वा, किमपि आगच्छति कार्यं कर्तुं तु. अवकाशः अस्ति चेत् अवश्यम् आगच्छति, परन्तु तत्तु वर्णकार्यम् अस्ति. अस्माकं गुणकार्यकार्ये एव न भवति, अन्येषु स्थलेषु अपि भवितुम् अर्हति खलु. केवलं सन्धिकार्ये अपि नास्ति, कोऽपि अन्यापि वर्णनिमित्तिककार्यम् आदेश आगम सारी कोऽपि आदेश तदपि वर्णनिमित्तिकम् एव भवति वा, वर्ण भवति वा? अस्माकं लोपो व्योर्वळि वयं बहुत्र बहुवारं दृष्टवन्तः किल, तत्तु वर्णनिमित्तिककार्यम्. तादृशं भवति सत्यं. सन्धि इति एव न, यत् किमपि वर्णं निमित्तम् अस्ति, वर्णः तु निमित्त वर्णं निमित्तम् अस्ति चेत् तद् वर्णनिमित्तिकं कार्यम्. इदानीं चोः शूडर्नासिके च इति सूत्र तत्र किं भवति, अङ्गकार्यं भवति न वर्णकार्यमेव वा? चोः शूडनुनासिके च वकारस्य स्थाने ऊट् आदेशः भवति, वर्णकार्यं भवति वा? तद् सूत्रसङ्ख्या किं महोदय? प्रत्ययनिमित्तिकम् अस्ति चेत् अङ्गकार्यं, कस्मिन् अधिकारे अस्ति इति अपि द्रष्टव्यं किल. चोः वयं चूडन्न वयं पठितवन्तः खलु, सोन इति ऊट् आदेश इत्युक्ते अङ्गकार्यमेव, प्रत्ययनिमित्तम् अस्ति चेदेव अङ्गकार्यं, निमित्तं प्रत्ययः अस्ति चेत् अङ्गकार्यम्. अस्तु, अस्तु अस्तु, अङ्गकार्यम् आमाम्, अनुनासिके प्रत्यये परे अस्तु, अङ्गकार्यमेव, अङ्गकार्यमेव. अस्तु, वर्णादङ्गं बलीयः इति परिभाषासूत्रमस्ति, तत्र पदद्वयमस्ति, वर्णः अङ्गम् इति, वर्णम् इत्युक्ते वर्णस्य इदं वर्णं, तद्धितप्रत्ययः, वर्णस्य भावः इति अवगन्तुं शक्नुमः. वर्णम् इति अङ्गस्य भावः, आङ्गम् इति अवगन्तुं शक्नुमः. यदा एकस्मिन् स्थले वर्णकार्यमपि भवितुम् अर्हति, अङ्गकार्यमपि भवितुम् अर्हति चेत् तत्र अङ्गकार्यम् एव प्रवर्तनीयम्, अङ्गस्य एव बलम् अधिकम् इत्येव एतत् एषा परिभाषा वदति. स्पष्टं वा? कृदन्तं खलु भगिनि, परन्तु अत्र तु तद्धितान्तप्रत्ययः भगिनी, प्रत्ययः कः इति अहं न जानामि, परन्तु अत्र तु तद्धितपदं, वर्णस्य भावः वर्णम् इति. अस्तु भगिनि, धन्यवादः. आम् आम्, अरुणा भगिनी अवगतं भगिनि, वर्णकार्यम् अङ्गकार्यं निमित्तम् अस्ति चेत् अङ्गकार्यमेव प्रबलं भवति. समीचीनं, तदेव. धन्यवादः. वर्ण समीचीनम् आम् राजेन्द्रमहोदय पठति वा? आं भगिनि, कुतः प्रत्यय प्रत्यय इति उदाहरणं प्रत्यय प्रतियोग इ योग अच् एरच् सूत्रम् अत्र तस्य प्रसक्तिः अस्ति चिन्तयामि. अत्र प्रतियोग इ योग अ प्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति. प्रतियोग ए ए तत् इकारस्य एकारः जातः ए योग अ इदानीम् एचो यवायावः ए योग अ ऐ आदेशः भवति. यान्त्वादेशसन्धिं भूत्वा तत्र प्रतियोग ऐ योग अ इको यञ्चि अत्र प्रत्य प्रति यत् इकारः अकारः अस्ति तत्र इको यञ्चि यन्दे आदेशः भूत्वा तत् प्रत्य प्रत्ययोग ऐ योग अ वर्णमेलने प्रत्ययः. अत्र किं किं भवति अत्र प्रतियोग प्रत्यय शब्दः अस्ति तस्य व्युत्पत्ति कथं कथं भवति? प्रतियोग इ योग अ अत्र अप्रत्ययं निमित्तीकृत अत्र गुणकार्यं प्राप्नोति. एकारस्य एकारः भवति एकारः भवति प्रतियोग ए योग अ अनन्तरम् एचो यवायावः तत् एकारः अनन्तरम् अकारः अस्ति तत् ऐ आदेशः भवति. प्रतियोग ऐ योग अत्र इदानीं तु इको यञ्चि अत्र प्रति इकारः अस्ति तदनन्तरम् अकारः अस्ति तत्कारणात् तत् यन् सन्धि भूत्वा तत् प्रत्य प्रत्ययोग ऐ योग अ वर्णमे मिलित्वा प्रत्ययः प्रत्ययः भवति. अत्र भवति प्रथमं तु अत्र अत्र भगिनि अत्र किञ्चित् क्लेशः अस्ति. अत्र तु प्रथमं तु एचो यवायावः गुणकार्यं गुणं प्राप्नोति गुणः प्राप्नोति इकारः. केन सूत्रेण गुणः महोदय तद् वदतु, प्रायः भवतः क्लेशः अपगच्छति. अत्र गुण आदिगुण आदिगुण तत्र अस्माकं निमित्तं किं गुणस्य कृते निमित्तं किम्? इकारः अस्ति तदनन्तरम् अकारः अस्ति. अकारः अकारः कीदृशप्रत्ययः? अकारः इति प्रत्ययः प्रत्ययः आम् अकारः अच्छिति कृत् प्रत्ययः अस्ति. कीदृशप्रत्ययः? सार्वधातुकः वा आर्धधातुकः वा? आर्धधातुकः अस्ति न जानामि. सार्वधातुकस्य स्वभावः तत् समीचीनं महोदय. राजेन्द्रमहोदय, सार्वधातुकप्रत्ययस्य स्वभावः कः? गुणः भवति. न न न, प्रत्ययः कथं वयं यदा प्रत्ययः पश्यामः कथम् वयं जानीमः तत् सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा? समीचीनं. अच् इति तिङ् वा षित् वा? अतः समीचीनं. इदानीं धातुः अकारः आर्धधातुकं शेषः इति, इदानीं धातुः इकारः प्रत्ययः अकारः, भवान् एव उक्तवान् आर्धधातुकप्रत्ययः, इदानीं गुणः भवति वा न वा? इदानीं किं भवति? इकारस्य एकारः जातः गुणं भूत्वा एकारः जातः एकारः योग अप्रत्ययः. समीचीनम्. इदानीम् अवगच्छामि. मम संशयः आसीत् अत्र अङ्गं किम्, अङ्गं किम्, इकारः अङ्गम् अस्ति अत्र, धातुरूपी अङ्गम् अस्ति, धातुरूपी अङ्गम् अस्ति अत्र. अस्तु अस्तु, तथैव मम मनसि भ्रमः जातः, ज्ञातवान्. आम् अस्तु, धातुरूप अङ्गं यः अस्ति इकारः, तत् अकार परे अस्ति, तत् गुणं भूत्वा तत् एकारः जातः. एकारः प्रतियोग एकारः योग अकारः. इदानीम् एचोयवायावः एकारः अकारः अस्ति, तत् एचोयवायावः ज्ञातवान् सन्धिं भूत्वा ऐ आदेशः भवति. प्रतियोग ऐ योग अ. इदानीम् इकोयञ्चि, इकोयञ्चि अत्र तु प्रति इकारः अस्ति, तत् अनन्तरम् अकारः अस्ति, तत् प्रत्ययोग ऐ, ऐ योग अ, वर्णमेलनं भूत्वा प्रत्ययः भवति, निष्पन्नं भवति. अत्र किम् अभवत्, प्रथमम् अङ्गकार्यम् अभवत्, तद् अनन्तरं यत्किमपि वर्णकार्यं निमित्तं कार्याणि प्रचलन आसन् तदनन्तरम् अन्ततो गत्वा प्रत्ययः निष्पन्नं भवति. परन्तु एवम् अकृत्वा वर्णनिमित्तकं कार्यं क्रियते चेत् इदानीम् एवं यथा पूर्वम् अत्र यथा पूर्वम् अङ्गं अङ्गकार्यं कृत्वा तत् अनन्तरं वर्णकार्यं कृत्वा तत् प्रत्ययः निष्पन्नः जातः, तत् अकृत्वा वर्णनिमित्तकं कार्यं क्रियते चेत् प्रतियोग इ योग अ, अखासवर्णे दीर्घः, तत् प्रतियोग इ अत्र अकासवर्णदीर्घः, तत् प्रति भवति, तत् दीर्घिकारः आगच्छति, सुवर्णदीर्घसन्धिः भवति. प्रतियोग अयोग अप्रत्ययं निमित्तकृत्य गुणः प्राप्नोति, अत् इकारस्य एकारः जातः. प्रत्ययोग अ तत्र एचोयवायावः प्रत्यय ऐ अय आदेशः, प्रत्ययोग अ प्रत्ययः अत्र अत्र तु यः रूपं जातं तत् तु दोषपूर्णं रूपम् अस्ति, तत् इष्टं रूपं न प्राप्नुमः तदा. यथा पूर्वम् अङ्गकार्यम् अकृत्वा तत् प्रथमं पूर्वं वर्णनिमित्तकं कार्यं कुर्मः चेत् तत्र दोषपूर्णरूपं सिद्ध्यति. समीचीनं, तथैव परिभाषा यः आसीत् वर्णात् अङ्गं बलीयः, वर्णात् कार्यं प्रति अङ्गकार्यं बली अस्ति, तत् अङ्गकार्यं पूर्वं प्रथमं करणीयं, तदनन्तरं वर्णकार्यं करणीयं. समीचीनम्. अतः यत्र कुत्रापि एकः धातुः अस्ति, धातुः परे प्रत्ययः अस्ति चेत् तत्र अङ्गस्य निष्पादनं कार्यं यत्किमपि भवतु तदेव प्रथमं करणीयं. गुणकार्यं भवतु, सर्वत्र गुणकार्यस्य आवश्यकता अपि नास्ति. पट् योगः तत्रापि तत्र किमपि गुणकार्यम् इति नास्ति, वर्णमेलनमेव. परन्तु तदेव प्रथमं प्रवर्तनीयम्, अनन्तरमेव अस्माकं सन्धिकार्याणि. वर्णकार्याणि इत्युक्ते अन्यत् किमपि, यदा लोपोव्योर्वलि तादृशकार्याणि अपि भवितुम् अर्हति, परन्तु सन्धिकार्याणि अस्ति चेत् तदपि अन्ते एव भवति इत्येव अस्य आशयः. अत्र इति धातुः अस्ति खलु भगिनि? आम्, इति धातुः. अच् इति कृत् प्रत्ययः अस्ति. एरच् इति सूत्रेण यदा प्रतियोगः इ इति अस्ति, तत्र इ इति धातुतः अच् इति कृत् प्रत्ययः विधीयते एरच् इति सूत्रेण. एरच् इति सूत्रेण एव अच् इति प्रत्ययः विधीयते. भगिनी, अद्य किञ्चित् कारणेन तत् अत्र दूरवाण्या अपि च इण्टर्नेट् माध्यमेन बहु क्लेशः आसीत् जायिन् आम्. मम तु किञ्चित् पञ्चदशनिमिषाः अभवत् यथा तत्पूर्वमेव प्रयत्नं कृतवान्, वारं वारं न भवेत्. ओ, न जाने महोदय. तथैव विलम्बः जातः एफ् सि सि मध्ये प्रायः किमपि क्लेशः भगिनि. आं विद्या भगिनि, वर्णात् एव अङ्गं भवति खलु भगिनि? वर्णाः मिलित्वा अङ्गं भवति खलु? तत्र विशेषं न तादृशं नास्ति भगिनि. वर्णं मिलित्वा तादृशं किमपि नास्ति. वर्णम् इत्युक्ते तदेव, अतः एव तत्र तद्धितान्तपदं दत्तमस्ति. वर्णस्य इदं वर्णम् इत्युक्ते वर्णस्य भावः यद् तद् सन्धिकार्यम् इति यदा वयं सरलरीत्या वदामः चेत् सन्धिकार्यं, यत्र द्वयोः वर्णयोः नैकट्यम् अस्ति तत्र यत् विकारः जातः सन्धिकार्यम् इति वदामः किल, तदेव वर्णकार्यम् इत्युक्ते. अङ्गकार्यं यदा अहं प्रदर्शितवती, भूयोगः, शप् योगः, ति, तत्र भव इति यद् भवति तदेव अङ्गम्. वर्णं मिलित्वा तादृशं किमपि नास्ति. कार्यद्वयं, कार्यद्वयमस्ति, वर्णकार्यम् अङ्गकार्यम् इति कार्यद्वयम्. अस्तु भगिनि, धन्यवादः. समीचीनं. श्रीवल्ली भगिनी अभ्यासः इति आरभ्य पठति वा? आं भगिनि, अभ्यासः. अत्र सन्ति त्रीणि तिङन्तपदानि. शक्नु योगः अन्ति शक्नुवन्ति, चिनु योगः अन्ति चिन्वन्ति, कुरु योगः अन्ति कुर्वन्ति. येषां रूपाणां निष्पादनार्थम् अतः प्रासङ्गिकसूत्राणि दत्तानि. बलाबलविषये विचिन्त्य प्रत्येकं तिङन्तपदस्य कृते केषां केषां सूत्राणां प्राप्तिः भवति, केषां च बाधा भवति, केन क्रमेण प्राप्तिं बाधां च आयुज्य रूपं साधनीयम् इति निर्णीयताम्. वर्गे अस्मिन् विषये चर्चयिष्यामः. तत्पश्चात् अत्र एव समाधानं लिखिष्यते. पश्चात् एव टैप् आं भगिनि. त्रीणि अत्र त्रीणि तिङन्तपदानि सन्ति. शक्नुयोगः अन्ति शक्नुवन्ति, चिनुयोगः अन्ति चिन्वन्ति, कुरुयोगः अन्ति कुर्वन्ति. शक्नु चिनु स्वादिगणम्. भगिनी भवती अपि तत्र अङ्गं निष्पाद्य प्रदर्शयतु. शक्नु इति कथम् आगच्छति? शक्नु इति शक्नु योगः अन्ति. शक्नु इति एव कथम् आगच्छति? धातुः कः? कथं शक् धातु शक् शक् धातुः स्वादिगणे अस्ति. नु प्रत्ययः कर्तरि श्नु इति विकरणप्रत्ययः इति शकार इत्लेट इत्वर्णः इति नु एव अवशिष्यते. शक् योगः नु शक्नु इति अङ्गं भवति. शक्नु अङ्गं योगः अन्ति इति तिङ् प्रत्ययः. अत्र सन्धिकार्यमेव भवति. शक्नु अन्ति शक्नुवन्ति. एवं वा? तदा वयम् अग्रे पश्यामः. किनु अचिष्णुयोगः इति अत्र चिनु कथम् अङ्गं कथं निष्पन्नं? चि धातु चिञ्चयने चिञ्चयने ञकारः इत्लेटर् हलन्त्यम् इति सूत्रेण चि इति अवशिष्यते. चि योगः श्नु नु एव अवशिष्यते. चिनु इति अङ्गं भवति. चिनु योगः अन्ति चिन्वन्ति. अत्र चिन्वन्ति हुष्णोः सार्वधातुके इति सूत्रेण यणादेश यण् आदेशः भवति. उकारस्य स्थाने उकारः आदेशः भवति. समीचीनं. कुरु चिन्वन्ति. कुरु तनादि इति क्रु क्रु धातु क्रू धातु तनादि विकरणप्रत्ययं वु. समीचीनम्. वु इति आर्धधातुक प्रत्यय प्रत्ययः. आर्धधातुक सार्वधातुक आर्धधातुक प्रत्ययोः गुणः भवति. क्रू इति ओहो कुरु या गुणः भवति. क्रू क्रू कर् इति भवति. करियोगः उ करियोगः यु करु इदानीं परन्तु विशेष तद् अग्रे आगच्छति करु इति एव अङ्गं करु इति अङ्गम् आम् इति एव इदानीं करुयोगः अन्ति अनन्तरं किं भवति इति वयं पश्यामः अङ्गं साधितवती इदानीं किं करणीयम् इति तत्र लिखितमस्ति भगिनि येषां रूपाणां निष्पादनार्थम् अतः प्रासङ्गिकसूत्राणि प्रासङ्गिकसूत्राणि दत्तानि शक्नुवन्ति चिन्वन्ति कुर्वन्ति इति रूपाणां निष्पादनार्थं के सूत्राणि सन्ति इति दत्तानि अतः बलाबलविषये विचिन्त्य प्रत्येकं तिङन्तपदस्य कृते केषां सूत्राणां प्राप्तिः भवति अत्र बलाबलविषये विचिन्त्य अङ्ग वर्णनिमित्तं वा अङ्गनिमित्तीकृतं वा इति विचिन्त्य तिङन्तपदस्य कृते सूत्राणां प्राप्तिः भवति केषां च बाधा भवति केन क्रमेण प्राप्तिं बाधां च आयुच्यरूपं साधनीयम् इति निर्णीयताम् आं भगिनि तिङन्तपदस्य कृते केषां सूत्राणां प्राप्तिः भवति केषां च बाधा भवति केन क्रमेण प्राप्तिं च बाधां च इति साधनीयम् इति निर्णीयताम् वर्गे अस्मिन् विषये चर्चयिष्यामः तत् पश्चात् अत्र एव समाधानं लेखिष्यते समीचीनं अतः प्रसङ्ग अनुसारेण सूत्राणि दत्तानि अत्र तत् वयं परिशीलयामः तद् केन क्रमेण आगच्छति कस्य बाधा केवलं वर्णकार्यम् अङ्गकार्यम् इति एव न पूर्णतया पाठे वयं किं किं पठितवन्तः सर्वेषाम् अभ्यासः अस्तु अतः किं भवति अपवादः वा किमपि यत्किमपि पूर्वपर नित्य अन्तरङ्ग सर्वेषाम् अपि चर्चा अस्तु समीचीनं भगिनि धन्यवादः अरुणा भगिनी अग्रिम ए इति भागः पठति वा आं भगिनि अन्ति इत्यस्य प्रत्ययसिद्धिः परस्मैपदी धातूनां मूलतिङ्प्रत्ययः तिप्तश्चि सिप्तस्थ मिप् वस्मस् पठामि भगिनि जो अन्तः प्रत्ययस्य झकार अवयव्यस्थस्थाने अन्त् आदेशः भवति यः षष्ट्यन्तम् अन्तः प्रथमान्तं द्विपदम् इदं सूत्रं झकारस्थ झकारे अन्त् अवयवे च अकारः संयोजितः उच्चारणार्थम् आयनेयिनीयः षड् खच्छतां खजघां प्रत्ययादीनाम् इत्यस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य प्रत्ययस्य जः अन्तः अत्र दत्तं परस्मैपदिधातूनां मूलतिङ्प्रत्ययः प्रथमाविभक्ति विषये तिप्तश्चि मध्यमपुरुषे सिप्तस्थ उत्तमपुरुषे मिप्वस्मस् जो अन्तः सूत्रं वदति झि प्रथमपुरुष बहुवचन मूलतिङ्प्रत्यय प्रत्ययस्य झकार अवयवस्थस्थाने अन्त आदेशः भवति जः अन्तः इति द्वे पदे अस्ति सूत्रे ततः जः इति षष्ट्यन्तं पदम् अन्तः प्रथमान्तं द्विपदम् इदं सूत्रम् अत्र अनुवृत्तसहितसूत्रम् अङ्गस्य अधिकारः अस्ति प्रत्ययस्य जः अन्तः इति सम्पूर्णसूत्रं ततः जी स्थाने अन्त इति रूपम् अन्त आदेशः भवति ई अति अवशिष्यति अन्ति इति रूपं निष्पन्नं भवति समीचीनं तर्हि भवती एव वदतु जि इति कीदृशप्रत्ययः तस्य स्वभावः कः पित्वा पित्वा जि इति परस्मैपदी तिङन्तप्रत्ययः तिङ्प्रत्ययः तिङ् सार्वधातुकं सार्वधातुकप्रत्ययः अपित् अस्ति. समीचीनम्, उत्तमम्. अपित् प्रत्ययः अस्ति, तद् मनसि भवेत् सर्वेषां कृते. अपित् प्रत्ययः जी इति तत्र एकं किमपि अस्ति भगिनि सूत्रात् अनन्तरं, तदपि पठतु. जी झि अत्र झि झ योगः जो अन्तः इत्यनेन झ स्थाने अन्तादेश अन्तयोगः इ अन्ति इति लट् प्रत्ययः निष्पन्नः. अन्ति इति लट् प्रत्ययः निष्पन्नः, अतः अन्ति इत्यस्य स्वभावः अपि यदा जी प्रत्ययः अपित् तादृशमेव अपित् प्रत्ययः अन्ति इत्यस्य इति अपि. अस्तु, धन्यवादः भगिनि. विजया भगिनी बि इति भागः पठतु. भगिनि तत्र आयनेयः पडकच गम् प्रत्यादीनां तत्र अयन् स्थाने पकारः आगच्छति. भगिनि एकनिमिषं, तत्र अस्माकं प्रसङ्गः एव नास्ति किल, तत् ज्योन्तः इत्यस्य अनुवृत्तिः. एतत् सूत्रं तत्र आगच्छति, तद् अनुवृत्तिरूपेण आगच्छति भगिनि, तावदेव. तत्र तत्र प्रत्ययः प्रत्ययस्य अनुवृत्तिः भवति तावदेव. सूत्रस्य अर्थः किमर्थम् इदानीं नास्ति, अनन्तरं आवश्यकं किल. सर्वत्र अनुवृत्तिः एव किल, प्रथमतः वयं तदेव पठामः किल. अनुवृत्तिः आगच्छति चेत् सूत्रस्य अर्थस्य किमपि आवश्यकता नास्ति इति. बि इति भागः पठतु भगिनि कृपया. अस्तु भगिनि. बि अङ्गव्युत्पत्तिः स्वादिगणे विकर्णप्रत्ययः श्नु स्वादिभ्यः श्नु लशक्वतथिते इत्यनेन शकारस्य ईतसंज्ञा तस्य लोपः इत्यनेन लोपः नु इति अवशिष्यते. स्वादिगणविकर्णप्रत्ययः तु तत्र श्नु एव अस्ति. विकर्णप्रति आकृतिः तु नो इति भवति. तत्र स्वादिभ्यः श्नु अनन्तरं तत्र लसकतति इति सूत्रेण शकारस्य ईतसंज्ञा भूत्वा नु एव तिष्ठति तत्र. तस्य लोपः अस्तु भगिनि. शक् योगः नु शक्नु इति आगच्छति. शक्नु इति अङ्गं भवति. शक्नु योगः अन्ति शक्नुवन्ति इति भवति. तत्र वर्णमेलनम् अस्ति. शक् इति धातुरूपम् अस्ति, धातु अस्ति. अनन्तरं नु इति विकर्णप्रत्ययं, तत्र शक्नु इति आगच्छति. शक्नु इति अङ्गं भवति. अनन्तरं शक्नु योगः अन्ति शक्नुवन्ति इति आगच्छति. तादृशमेव तत्र चि इति धातु अस्ति. अनन्तरं विकर्णप्रत्ययं नु अस्ति. चिनु इति अङ्गं निष्पन्नं. चिनु योगः अन्ति चिन्वन्ति इति तत्र एन् आदेश एन् गुणः भूत्वा तत्र चिन्वन्ति इति रूपं निष्पन्नं तत्र. अग्रे पठतु भगिनि. तनादिगणे तनादि कृञ्च्भ्यः उः इति सूत्रेण उ विकर्णप्रत्ययः विहितः भवति. तावदेव खलु भगिनि. तत्र कुरुयोगः अन्ति कुर्वन्ति इति. कुरु धातोः अङ्गद्वयं पित्सु प्रत्ययेषु कुरुयोगः उकारः उ सार्वधातुक आर्धधातुकयोः इत्यनेन एकः गुणः कर् आगच्छति. कर् योगः उ करु इति अङ्गं निष्पन्नम्. अपित्सु प्रत्ययेषु अतः उत्सार्वधातुके इत्यनेन अपिति प्रत्यये परे करु इत्यस्य अङ्गम् अकारस्य स्थाने उकारः करु अकरु इत्युक्ते तत्र कुरु इति अङ्गं निष्पन्नम्. तत्र अन्ति अपित् अस्ति, अतः अङ्गम् अत्र कुरु, तर्हि कुरु योगः अन्ति कुर्वन्ति इति आगच्छति. सूत्रं पठतु एकवारम्. अत उत्सर्वधातुके तत्र षष्ठमाध्याये चतुर्थपादे दश अधिक एकशतम् इति तमसूत्रेणाम् अप्रत्ययान्त कृ धातोः ह्रस्व अकारस्य स्थाने उकार आदेशः भवति किति निति सार्वधातुके सार्वधातुकप्रत्यये परे. अतः षष्ट्यन्तम् उत प्रथमान्तं सार्वधातुके सप्तम्यन्तं त्रिपदमिदं सूत्रम् उतच्च प्रत्ययात् संयोगपूर्वात् इत्यस्मात् उतः प्रत्ययात् चेत् अनयोः अनुवृत्तिः विभक्तिपरिमाणेन विभक्तिपरिणामेन पदद्वयं षष्ट्यन्तं कृत्वा उत प्रत्ययस्य येन विधि तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उ इति प्रत्ययः उ प्रत्ययान्तस्य अङ्गस्य नित्यं करोतेः इति इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः गमहनजनखणगसां लोपः नित्यनङ्गि इत्यस्मात् निति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं करोतेः उ प्रत्ययान्तस्य अङ्गस्य अतः ऊत् निति सार्वधातुके इति. तत्र किं वदति भगिनि? तत्र अतः उत्सार्वधातुके उ प्रत्ययान्तिकधातोः तत्र ह्रस्व अकारस्य स्थाने उकारः आदेशः भवति नित्य किति निति सार्वधातुकप्रत्ययपरः आगच्छति चेत् तत्र कृ इति उ प्रत्ययान्ताङ्गम् अस्ति वा धातुः अस्ति वा उ प्रत्यया कृ इति यदा वयम् अत्र दृष्टवन्तः करु क्षम्यतां करु इति तत्र उ प्रत्ययान्त कृ धातुः अस्ति वा अस्ति अस्ति एव खलु भगिनि. इदानीं किं भवति अतः उपरि तत्र दत्तं तत्र कृ योगः उकारः तत्र ह्रस्व अकारः आगच्छति अकारस्य स्थाने उकारः आदेशः भवति गुणः कदा भवति निमित्तं किं निमित्तं तत्र अकारः एव खलु भगिनि. न न कदा भवति भगिनि कदा उ प्रत्ययान्त कृ धातोः ह्रस्व अकारस्य स्थाने उकारादेशो भवति समीचीनं कदा भवति कः प्रत्ययः भवेत् इति निति सार्वधातुकप्रत्ययः परः परे अस्ति चेत् इदानीम् अस्ति वा करु योगः अन्ति इति स्थितिः भवती एव वदतु भगिनि. अस्तु रघुपतिमहोदय वदति वा करु योगः अन्ति इति अस्ति तत्र अस्मिन् सूत्रस्य प्रसक्तिः कदा कथं भवति इति सूत्रं वदति करोतेः उप्रत्यांश अङ्गस्य अतः उत् इति उकारः भवति अतः अकारस्य उकारः भवति इति इदानीं करु इति उकारान्त प्रत्यय अङ्गस्य इदानीम् अत्र अकारस्य करु इति अस्ति अतः अकारस्य ह्रस्व अकारस्य उ आदेशः भवति अतः एकवारं कर् एकवारं करोते उपत्यान्तस्य अङ्गस्य अतः अङ्गस्य इदानीं करो अङ्गस्य अतः उकारः भवति अकारस्य उकारः भवति कुरु भवति समीचीनं कदा भवति तदेव अहं पृष्टवती निमित्तं किं समीचीनम् अतः करु योगः अन्ति इति स्वीकुर्मः चेत् अन्ति इति कीदृशप्रत्ययः सार्वधातुक अपि प्रत्ययः अस्ति अतः अतः अतः प्रसक्तिः अस्ति वा आं प्रसक्तिः अस्ति समीचीनम् अतः इदानीम् अङ्गं किम् अङ्गम् इदानीम् अङ्गमिति करु इति अस्ति करु योग अन्ति इदानीम् अत्र करु इत्यस्मिन् अक अर्थः इति ह्रस्वकारस्य उकारः भवति इति अस्ति समीचीनम् उत् इति ह्रस्व उकारः भवति अतः कु भवति कुरु इति भवति अतः कुरु इति अङ्गम् समीचीनं वा अतः यदा करोतेः एतस्य एव भवति वा करोतेः तद् एकस्य एव अस्ति न न तत्र यत्र तदेव तत्र पूर्वं दत्तमस्ति किल पित्सु प्रत्ययेषु न भवति करोति कुरुतः कुर्वन्ति किल यत्र अपित् प्रत्ययः अस्ति तत्र भवति यदा पित् ति इति पित् प्रत्ययः तत्र तु करु इति एव अङ्गं करोति इति रूपम् अपित् कुरुतः तः इति अपित् प्रत्ययः तत्र अत उत्सार्वधातुके इत्यनेन उकारः भूत्वा कुरु इति अङ्गं कुरुतः अनन्तरं यदा वयम् इदानीं पश्यामः कुरुयोगः अन्ति तत्रापि क्षम्यतां करुयोगः अन्ति तत्रापि अत उत्सार्वधातुके इत्यनेन उकारः जातः अतः तत्रापि कुर्वन्ति इति रूपम् आगच्छति करोतेः इति षष्ठी अस्ति खलु तदेव मम प्रश्नः अग्रिमप्रश्नः किमर्थं तत्र करोतेः इति दत्तमस्ति तदेव वयं कृतवन्तः वर्गे पूर्वं केन निर्दिष्टमस्ति एतत् करोतेः इति कस्य षष्ठ्यन्तम् करोतेः राजेन्द्रमहोदय वदति वा षष्ठीविभक्ति एकवचनम् अस्ति चेत् तद् धातुः वा सुबन्तपदं वा धातोः षष्ठीविभक्ति भवितुम् अर्हति समीचीनम् अहं क्लू अपि दत्तवती केन निर्दिष्टम् अस्ति एतद् अतः करोतेः इति रूपम् आगच्छति पूर्वं यदा वयं प्रायः भुवादिगणे दृष्टवन्तः इति चिन्तयामि तत्र एकं वार्तिकम् आसीत् किल कस्य सूत्रस्य विषये दृष्टवन्तः पश्यति इति सूत्रस्य समीचीनम् वार्तिकं किम् इक्तिपा धातुनिर्देश किल करोतेः ष्टिपा निर्दिष्टमस्ति करोति इति सुबन्तपदं तस्य षष्ट्यन्तं करोतेः धातोः एव भवति कुत्रापि अन्यत्र ष्टिप् इति प्रत्ययस्य प्रसक्तिः कुत्रापि अन्यत्र नास्ति केवलं सूत्रेषु भवति इक्ष्टिपा धातु निर्दिष्टं वा निर्देशः वा भुवादिगणे आसीत् निर्देशे किल निर्देशे इति वार्तिकं निर्देशे इक्ष्टिपा धातु निर्देशे इति वार्तिकम् अस्तु अतः करोतेः इदानीं महोदय भवान् एव तस्य प्रतिपादनं करोतु पूर्णसूत्रस्य अनुवृत्तिसहितसूत्रस्य करोतेः इति षष्ट्यन्तं भगिनि 33108 सूत्रं अत्र वार्तिकम् इक्ष्टिपो धातुः निर्देश धातु निर्देशे 3310 इति 108 108 इति सूत्रसङ्ख्या पाग्राजमा इति सूत्रस्य न भगिनि रोगास्त्रक्या नुल् बहुलम् इति सूत्रम् अत्र वार्तिक चत्वारि वार्तिकाः सन्ति 33108 अनन्तरं पश्यामि अत्र वार्तिकं किं भगिनि रोगाख्यायनिर्देशे इत्येव वार्तिकम् इक्वा स्थित्वा धातुनिर्देशार्थं तस्य प्रत्ययः विधीयते इत्येव वार्तिकं वदति अत्र स्थिपा निर्दिष्टमस्ति करोतेः इति अजन्तधातुः इति कारणेन स्तिप् इति आगच्छति समीचीनं क्रूयोगः स्तिप् करोति तस्य षष्टि करोतेः इदानीं वदतु महोदय करोतेः उप्रत्ययान्तस्य अङ्गस्य इति अस्ति इदानीं अङ्गस्य अतः इति अतः एकवारम् अतः इति अत्रापि अङ्गस्य अतः इति करोतेः अङ्गस्य अतः उप्रत्ययान्तस्य करोतेः अङ्गस्य अतः इति अत्र स्थानं निर्दिष्टमस्ति स्थानी अस्ति अतः उत् इति प्रथमा विभक्ति अस्ति उत् आदेशम् उत् इति तपरकरणम् उ आदेशः भवति उ इति आदेशः भवति अकारस्य स्थाने इति अतः करु इति अस्ति कुरु भवति इति सर्वाधिकप्रत्यये परे अस्ति अतः एतत् अन्ति इति अपित् अस्ति अतः सर्वाधिकमस्ति अपित् अस्ति अतः नेट्वर्क् अस्ति अतः तस्य प्रसक्तिः एतस्य प्रसक्तिः भवति समीचीनम् उत्तमं तदेव कार्यम् अग्रिमपाठे तत् पुनः आगच्छति तस्मिन् समये इतोपि विस्तृतरूपेण पठामः इदानीं किं कुर्मः तत्र प्रासङ्गिकसूत्राणि इति यद् दत्तमस्ति तानि सूत्राणि वयं पूर्वमेव जानीमः अतः प्रथमवाक्यम् अनुवृत्तिसहितसूत्रमेव पठामः राजेन्द्रमहोदय भवान् पठतु सूत्राणि भगिनि आं सूत्राणि प्रथमवाक्यम् अनुवृत्तिसहितसूत्रमेव इको यञ्चे इक् स्थाने यन् आदेशः स्यात् अचि परे संहितायां विषये इकः यन् अचि संहितायां सूत्रं वदति यथा इक् स्थाने षष्ट्यन्तम् अस्ति इक् स्थाने यन् आदेशः भवति यथा इ उ रि लृ अस्ति तस्य स्थाने य व र ल आदेशः भवति संहितायां विषये न अचिपरे यत् इकारः उकारः ऋकारः ऋकारः परे अच् वर्णः अस्ति चेत् तत्र यन् आदेशः भवति य य व र ल आदेशः भवति यन् आदेशः भवति संहितायां विषये अत्र फलितार्थात् एवम् अस्ति यतः अखसुवर्णे दीर्घः तत् सूत्रस्य सूत्रं बाधितं तत् सवर्णः अस्ति चेत् तत् तत् तु अखसुवर्णे दीर्घः सूत्रं कार्यं करोति करोति अपि च तत् ए ओ ऐ औच् ऐ औ तत्र भवन्ति चेत् तत्र वृद्धि आदेशः भवति फलितार्थः अस्ति अतः इ उ रि लृ एव तत् सन्ति अनन्तरम् अच् प्रत्ययः अस्ति अच् प्रत्ययः अस्ति तत्र यन् आदेशः भवति अग्रिमं महोदय अचि शृणु धातु ब्रह्म योर् इवम् ओङ्गो अत्रापि पूर्वं पठितम् अस्माभिः शृणु प्रत्ययात् अङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य इकारात् उकारात् धातुरूपी अङ्गस्य भ्रू प्रातिपदिकस्य च एषाम् इकारस्य उकारस्य स्थाने क्रमेण यङ् वङ् च आदेशो भवति अजादि प्रत्यये परे अत्र शृणु प्रत्ययात् अङ्गं यथा स्वादिगणे अस्ति शृणु विकरणप्रत्ययः अस्ति इकारात् उकारात् धातुरूपी अङ्गं भवेत् तत् भ्रू प्रातिपदिकस्य च एषाम् इकारस्य उकारस्थाने क्रमेण इयङ् वङ् आदेशः भवति यथा अजादि प्रत्ययः परे अस्ति द्वोः शृणु धातुर्भ्रुवाम् अङ्गानाम् इयङ् वङ्गौ अचिः युवोः शृणु धातु ब्रुवां शृणु शृणु प्रत्ययात् अङ्गं भ्रूधातु तत् तादृशी इकार उकारः इकारान्त उकारान्त रूपी धातुरूपे अस्ति चेत् अच् प्रत्ययः परे अस्ति चेत् परे अस्ति चेत् तत्र अजन्तप्रत्ययः परे अच् प्रत्ययः परे अस्ति चेत् तत्र यङ् वङ् आदेशः न भवति समीचीनम् अग्रिमं महोदय यवोः इत्युक्ते भगिनी इकार उकारात् अङ्गं रैट् इकारान् अङ्गं नास्ति धातुरूपी अङ्गं धातुरूपी अङ्गं केवलम् अङ्गम् इति न किं भगिनि केवलम् अङ्गम् इति न तद् बहु तद् धातुरूपी अङ्गम् इति बहु मुख्यम् अस्ति यदा वयं कुरु योगः अन्ति इति साधयामः तस्मिन् समये आगच्छति अतः धातुरूपी अङ्गम् इति एव बहु मुख्यम् अस्ति अत्र उपरि लिखितमस्ति उकारान्त इकारान्त उकारान्त धातुरूपी अङ्ग हूष्णुः सार्वधातुके हू धातुः च अनेकाच् शृणु प्रत्यान्तम् अङ्गं च तयोः संयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यन् आदेशो भवति अजादि सार्वधातुक प्रत्यये परे अत्र तु अपादभूतम् अस्ति अचिष्णु धातुभवन्तस्य अत्र किम् अस्ति अत्र हू धातु अपि च अनेकाच् शृणु प्रत्यान्त अङ्गम् अस्ति चेत् तत्र संयोगपूर्वस्य अङ्गं न अस्ति चेत् तत्र उकारस्य स्थाने यन् आदेशः भवति अत्र अस्मिन् स्थितायां सार्वधातुकप्रत्ययः अजादिसार्वधातुकप्रत्ययः परे अस्ति चेत् तत्र असंयोगपूर्वं भवेत् तत्र तथा तत्र यन् आदेशः भवति उकारस्य स्थाने यन् आदेशः भवति अनुवृत्तिसहितसूत्रम् अनेकाच् कूष्णुवो संयोगपूर्वस्य ओः अङ्गस्य यन् अचि सार्वधातुके अनेकाच् भवेत् अपि च हू धातु अथवा शृणु प्रत्ययात् अङ्गम् अस्ति चेत् तत् अपि च संयोगपूर्वम् अस्ति उकारः अस्ति चेत् तत्र अङ्गस्य उकारस्य स्थाने यन् आदेशः भवति समीचीनम् अग्रिमं महोदय आं भगिनि आम् अग्रिमं सार्वधातुकार्धधातुकयोः अस्तु अस्तु अस्तु सार्वधातुक आर्धधातुकयोः इगन्त अङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे परे अत्र अनुवर्तितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः अत्र इगन्त अङ्गम् इत्युक्ते इगन्त अङ्गम् इत्युक्ते इ उ रि लृ तत्र तादृशी अन्तः अस्ति चेत् अङ्गस्य तादृश अन्तः अस्ति अङ्गं तत्र गुणः भवति यदि परे सार्वधातुक आर्धातुक प्रत्ययः अस्ति चेत् तत् तत्र इगन्त इगन्त अङ्गस्य गुणः भवति. समीचीनम् अस्तु, धन्यवादः महोदय. अरुणा भगिनी इदानीं पठति वा अग्रिमं तिङ्क्षित् सार्वधातुकम् इति? आं भगिनि, तिङ्क्षित् सार्वधातुकं यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकं. शकार अनुवृत्तिसहित अनुवृत्तिसहितसूत्रम् अनुवृत्तिसहितसूत्रं धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम् तदर्थं तिङ्क्षित् सार्वधातुकं तिङ् प्रत्यय वा षित् प्रत्यय अस्ति चेत् सार्वधातुक नामकरणं संज्ञा भवति. धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम् इति सूत्रं वदति. तदनन्तरं सार्वधातुकम् अपित् सार्वधातुकं यत् अपित् तद् निद्वत् भवति सार्वधातु अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपि वयं दृष्टवन्तः. अन्ति झि इति सार्वधातुकप्रत्ययः बट् अपित् इति वयं पूर्वं दृष्टवन्तः. तदेव सार्वधातुकम् अपि नीत्वत् भवति. तदनन्तरं किन्निति च इति सूत्रेण यः प्रत्ययः गित् खित् अथवा नित् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म सः गुणः वृद्धिः न भवति. अनुवृत्तिसहितसूत्रं किन्ति च इकः गुणवृद्धिः न सार्वधातुक अपि नित्वत् भवति. तद् किं तद् अर्थं प्रयोजनं किम् इति चेत् किन्ति च इति सूत्रेण प्रत्यय गित् कित् अथवा नित् अस्ति चेत् प्रत्ययनिमित्तक अङ्गकार्यम् अङ्गस्य इक् वर्णस्थाने गुणः अथवा वृद्धि न भवति किमिति च इति सूत्रेण निषिद्धं भवति. समीचीनम्, उत्तमम्. अग्रिमपरिच्छेदः अपि पठतु भगिनि. सार्वधातुकलकारेषु पित्सु गुणः अपिसु गुणः निषेधः इति अस्माकं कृते अस्य सूत्रस्य प्रमुखः सिद्धान्तः. षित् प्रत्ययाः सार्वधातुकसंज्ञकाः, तेषु ये पित् अपि सन्ति तेषां द्वारा गुणकार्यं सम्भवति. ये अपित् सन्ति नाम ये पित् नास्ति तेषां द्वारा गुणकार्यं निषिद्ध न सम्भवति एव. तर्हि यः प्रत्ययः षित् अपि अस्ति पित् अपि अस्ति तस्य एव द्वारा विकरणप्रत्ययेषु कः प्रत्ययः षित् अपि पित् अपि अस्ति केवलं शप् षित् अपि पित् अपि अस्ति. ह्यन् स्नु षा स्न स्न च षित् सन्ति किन्तु अपित् सन्ति अतः तेषाम् उपस्थितौ गुणकार्यं निषिद्धं. तर्हि शप् कृत् लभ्यते केवलं भवादिगणे चुरादिगणे च. धातुः अङ्गं मनसि निधाय अङ्गकार्यं गुणः सम्भवति केवलं भवादिगणे चुरादिगणे च. भवादिगणे यत्र धातुः इग् उपदाः वा इगन्तः वा तत्र अङ्गे गुणकार्यं भवति. चुरादिगणे अपि शपः गुणकार्यं भवति किन्तु क्रमः किञ्चित् भिन्नः. यतः शप् इत्यस्मात् पूर्वं निच् भवति, निचि अनुबन्धलोपं कृत्वा इ इत्येव अवशिष्यते. तत्र शप् आगमनेन तस्य इकारस्य गुणः भवति. अरुदातृलकारेषु पित् प्रत्ययः अस्ति चेत् गुणः भवति, प्रत्ययः अपित् अस्ति चेत् गुणनिषेधः भवति. पित् प्रत्यय सार्वधातुकसंज्ञा भवति. अत्र शकार इति दशकोदितेन संज्ञा तथा तस्य लोपः आ एव अवशिष्यति. तेषु ये पित् अस्ति चेत् गुणकार्यं भवति. भवादिगणे तदेव भगिनि, भुवादिगणे चुरादिगणे शप् इति प्रत्ययः आगच्छति. अत्र पकारः अस्ति अस्ति ततः ते अत्र षित् पित् अपि अस्ति. परन्तु दिवादिगणे सुदादिगणे स्वादिगणे अत्र शन् स्नु शा स्मना ते अपि षित् अस्ति परन्तु अपित् अस्ति, ततः गुणकार्यं निषिद्धं भवति. समीचीनम्. अतः कुत्र कुत्र गुणकार्यस्य प्रसक्तिः भवति, कस्मिन् चुरादिगणे भवादिगणे चुरादिगणे गुणकार्यं भवति. समीचीनम्. तदेव दत्तमस्ति, कुत्र गुणकार्यं भवति कुत्र गुणकार्यं न भवति इति. यद् षित् अपि भवेत् पित् अपि भवेत् तथा एव गुणकार्यस्य प्रसक्तिः. तादृशं कुत्र भवति, केवलं भुवादिगणे चुरादिगणे. चुरादिगणे अपि प्रथमं निच् विधीयते, अनन्तरमेव गुणकार्यस्य प्रसक्तिः. अतः भुवादिगणे चुरादिगणे एव पित् इत्यस्य चिन्तनं. सर्वेषु अन्येषु गणेषु अपित्वात् गुणकार्यस्य निषेधः भवति इत्येव तत्र दत्तमस्ति. अस्तु, सम्यक्. इदानीं किं कुर्मः, अस्माकं शक्नु योगः अन्ति इति स्वीकुर्मः, तत्र कानि सूत्राणि आगच्छति, क्रमेण कानि सूत्राणि, अनन्तरं कस्य प्राप्तिः अस्ति अन्ते इति अपि पश्यामः. श्रीवल्ली भगिनी वदति वा, शक्नु योगः अन्ति. सर्वाणि सूत्राणि वक्तव्यानि भगिनि. आं भगिनि, शक् धातोः शक् धातुः योगः अन्ति, तिङ् प्रत्ययः, प्रथमपुरुषे बहुवचन प्रत्ययः, शक् धातु हलन्तधातुः, स्वादिगणे अस्ति. प्रथमं तिङ् प्रत्ययः विधीयते, शक् योगः अन्ति. कर्तरि कर्तरि शप् इति सूत्रेण विकरणप्रत्ययः आयाति. शप् प्रबाद्य श्नु इति प्रत्ययः स्वादिगणे आयाति. इति कारणेन शक् योगः श्नु योगः अन्ति इति प्रथम सोपानं. गण विकरणप्रत्ययनिमित्त शक् इति अङ्गः. सो श्नु इति प्रत्ययस्य कार्यम् अचिष्णु धातु ब्रुवां यो एङ् उवङ् इति सूत्रेण किम् अभवत् भगिनि, उवङ् आदेशः भवति. न, तत्तु अन्तिमम् अन्तिमसोपानं, प्रथमं किम् आगच्छति सर्वसामान्य शक् इति शक् योगः नु इति शक्नु. समीचीनम्. अत्र कुत्रापि कार्यं नास्ति, शक्नु इति योगः अन्ति. तिङ् प्रत्यय निमित्तीकृत्य कार्यमस्ति. सार्वधातुकप्रत्यय अपित् प्रत्यय अन्ति. सार्वधातुकम् अपित् नित्वत् प्रथमं किं सूत्रम् आगच्छति? सर्वप्रथमं किं सूत्रम् आगच्छति? शक्नु योगः अन्ति, उकारः अस्ति, परे अकारः अस्ति, किम् आगच्छति? अत्र अचिष्णु धातुपूर्वम् इवोर् इवङ् उवङ्गौ विधीयते. तस्मात् पूर्वम् इको एनच् एणादेशः प्राप्तिः अस्ति. इको एनच् इति यणादेशसूत्रस्य प्रसक्तिः अस्ति. अचिष्णु द्रातु ब्रुवाम् इवोरिङ्गौ इको एनचि क्रमेण गन्तव्यं, तदेव अहम् उक्तवती क्रमेण गन्तव्यम्. अन्तिमसोपानं मा वदतु, तद् वयं जानीमः. अचिष्णु धातु ब्रुवाम् इति बलाबलस्य चिन्तनं किल, अतः इको एणचि अनन्तरं इको एणचि अनन्तरं शक्नु योगः अन्ति शक्नुवन्ति, परन्तु तयोः सूत्रयोः बलाबलचिन्तनम् इदानीं भगिनि. इति यन इको यणचि इति सूत्रस्य प्रसक्तिः अस्ति. अन्यत् किमपि सूत्रम् आगच्छति वा? हुष्णु हुष्णुवोः सार्वधातुके इति सूत्रस्य प्रसक्तिः अस्ति इति मन्ये. हुष्णुवोः सार्वधातुके अन्यत् नोट् रिमेम्बरिङ्ग्. राजेन्द्रमहोदय किं वदति? भगिनि प्रयत्नं करोमि, समस्यामि वा न जानामि. सर्वप्रथमं इको यणचि सूत्रम् आगत्य प्रसक्तिः अस्ति, परन्तु कार्यं कार्यं न भवति. तत् प्रबाद्ये सार्वधातुक आर्धधातुकयोः सूत्रस्य सूत्रम् आगच्छति. समीचीनं, आम् वदतु महोदय, समीचीनम् सार्वधातुक आर्धधातुकयोः सूत्रम् आगत्य तत् तस्य प्रसक्तिः अस्ति, परन्तु तं प्रभाति तत्र सार्वधातुकम् अपि सूत्रं वदति. तत्र कित्नित् अपि अस्ति, अपि तत्कारणात् नित्वत् भवति. तथा तत् किन्नति च सूत्रेण तत् भिन्नषेधः भवति. तदनन्तरं तत्र शृणु अचिष्णु धातु ब्रुवा युवर् इवङ् उवङ्गवत् सूत्रस्य सूत्रम् आगत्य तं तत्र इयङ् उवङ् तत् उवङ् उवङ् आदेशः भवति. तत् कारणात् तत् शक्नु शक्नु शक्नु योग उ शक्नु योग अन्ति शक्नुवन्ति तत् रूपं भवति. समीचीनं. हूष्णुवोः सार्वधातुके इत्यस्य प्रसक्तिः अस्ति वा महोदय अत्र? न भगिनि, तस्य नास्ति, यतोहि तत्र अचिष्णु धातु तस्य तस्य कार्यं प्रसक्तिः अस्ति, प्राप्तिः अपि अस्ति, तत् कारणात् तस्य अवकाशः नास्ति. समीचीनं, तदेव मार्गः. सर्वप्रथमम् इको एणचि एव आगच्छति, उकारः अन्ते अस्ति, अन्ति इत्यस्य अकारः अस्ति. सर्वसामान्यसूत्रं यत्र कुत्रापि भवेत् इको एणचि एव प्रथमम् आगच्छति. इको एणचि सार्वधातुकार्धधातुकयोः इत्यस्यापि अवसरः अस्ति. अचिष्णु धातु ब्रुवां युवोर् इयङ् उवङ्गौ इत्यस्यापि अवसरः अस्ति. सूत्रत्रयम् आगच्छति युगपत्. तत्र प्रथमं किं भवति? इको एणचि इति सार्वधातुकार्धधातुकयोः अचिष्णु धातु ब्रुवां युवोर् इयङ् उवङ्गौ इत्यस्य सूत्रसङ्ख्या पश्यामः चेत् सार्व धातुकार्धधातुकयोः एव परसूत्रमस्ति, अतः तस्य बलम् अधिकं भवति. अतः तस्य कार्यम् इदानीम् इको एणचि सार्वधातुकार्धधातुकयोः तयोः मध्ये सङ्घर्षः, तत्र यदा अहं वयम् इदानीमेव पठितवन्तः वार्णादङ्गं बलीयः इति कृत्वा सार्वधातुकार्धधातुकयोः इत्यस्य जयः प्रथमम्। अनन्तरं किं भवति, तस्य कार्यं तु न भवति, तद्वयं जानीमः। केन निषिध्यते इत्युक्ते सार्वधातुकम् अपित् इत्यनेन अन्ति इति अपित् प्रत्ययः, सार्वधातुकम् अपित् इत्यनेन कार्यं निषिध्यते, नित्वत् भवति, निति च इति सूत्रेण गुणनिषेधः भवति। अनन्तरम् अचिष्णुधातु ब्रुवां युवोर् इयङ् उवङ्गौ इति सूत्रस्य कार्यं भवति, येन उवङ् इति आदेशः भवति। अतः तदेव क्रमः, सर्वप्रथमं निको एणचि, अनन्तरं तद् प्रबाद्य सार्वधातुकार्धधातुकयोः, तद् प्रबाद्य सार्वधातुकम् अपित्, तद् प्रबाद्य सार्वधातुकम् अपित् इत्युक्ते निति च अपि द्वयोः एकस्मिन् समये एव प्राप्तिः, तद् प्रबाद्य अचिष्णु धातु ब्रुवां युवोरियङ् वङ्गौ इत्यनेन उवङ् इति आदेशः, एषः एव क्रमः। अवगच्छति वा भगिनि, श्रीवल्ली भगिनि? आं भगिनि, क्रमः इत्युक्ते एतादृशमेव बलाबलचिन्तनं किल, प्रक्रिया भिन्ना। प्रक्रिया अनन्तरं वयं जानीमः अचिष्णु धातु ब्रुवाम् इत्यनेन एव कार्यं भवति, यदा परिशीलनीयं सूत्रद्वयं, सूत्रद्वयम् आनीय बलाबलस्य चिन्तनं करणीयं, केन कारणेन इति अपि वक्तव्यं, वार्णादङ्गं बलीयः वा, पूर्वसूत्रं वा, परसूत्रं वा, अपवादसूत्रं वा, सर्वं वक्तव्यम्। अस्तु, समीचीनं। रघुपतिमहोदय, चिनु योगः अन्ति इत्यस्य धातु इति धातु अस्ति, स्वादिगणे धातु, अतः ष्णु शप्रत्ययकथनं तत्र बाद्य ष्णु इति, इदानीं चिष्णु योग झि अस्ति, झोन्त इति सूत्रेण अन्ति भवति, चि चिनु योग अन्ति, इदानीं चिनु योग अन्ति अत्र सर्व चिनु योग अन्ति, इदानीं तत्र सार्वधातुक अपीति सूत्रेण गुणः न भवति, चिनुयोगान्ति। भवानपि महोदय सर्वसामान्यसूत्रं प्रथमं वदतु। हा अस्तु, सर्व सामान्यसूत्रमस्ति इको एनचि इत्यस्य प्रसक्तिः अस्ति, इदानीम् इको एनचि सूत्रे प्रसक्तिः अस्ति, इदानीं भवति चेत् चिन्वन्ति इति एकवारं नु उकारस्य स्थाने चिन्वन्ति इति भवति वा, चिन्वन्ति समीचीनमेव, चिन्वन्ति एव भवति, चिन्वन्ति इति भवति। अनन्तरम् अनन्तरम् इदानीं चिन्वन्ति इति अस्ति, किं भवति इदानीं इको एणचि, सर्वदा इको एणचि यदा आगच्छति तत्र अन्यत् सूत्रमपि युगपत् आगच्छति किल, आगच्छति, आमाम् आमां चिन्नु इदानीं तत्र उष्णु सर्वदतके इति सूत्रस्य प्रसक्तिः अस्ति, इदानीं वर्णतङ्गबलिय इति इत्यनेन अङ्ग भवति वा, अनेक अङ्गकार्यम् अस्ति एतत्तु, अतः यणादेशः भवति, उकारस्य यणादेशः भवति इको एणचि प्रभाद्य, अतः यणादेश उकारस्थाने वकार एव, तत् चिन्वन्ति एव भवति, रूपं समानमेव भवति खलु भगिनि, इको एणचि परन्तु कार्यं भिन्नं किल, तद् इको एणचि यदा प्रथमसोपानं, कूष्णुवोः सार्वधातुके अन्तिमसोपानं, मध्ये किम् अस्ति सर्वं वदतु महोदय, बलाबलस्य चिन्तनं किल, बलाबल भगिनि मध्ये एकवारं चीन सार्वधातुकः हा तद् गुणः न भवति खलु, अपि अस्ति खलु, न परन्तु तस्य प्रसक्तिः अस्ति वा न वा, कस्य सूत्रं भगिनि सार्वधातुकार्धधातुकयोः इत्यस्य प्राप्तिः नास्ति. प्रसक्तिः अस्ति वा नास्ति? नास्ति वा? तद् वक्तव्यं किल, तद् वक्तव्यं. बलाबलस्य चिन्तने प्रसक्तिः न न, सार्वधातुकार्धधातुकयोः प्रथमम्, अनन्तरं तद् प्रभादे एव सार्वधातुकम् अपि. भवति यदा सार्वधातुक अर्धतकयोः इति इत्यस्य प्रसक्तिः भवति चेदेव भवति खलु सार्वधातुक अपित् इति. समीचीनं, समीचीनम्, उत्तमम्. अतः सार्वधातुकम् अपित् अनन्तरं किं भवति? अनन्तरं तु इकोणचि अभवत्, इकोणचि, इकोणचि अभवत्, इकोणचि अनन्तरं न न, प्रथमम् इको एनचि, प्रथम इको एनचि, सार्वधातुकापित् इदानीं तत् इदानीं चिनु योगान्ति, इदानीं तदेव भवति, किमपि गुणः न भवति. इदानीं कस्य सूत्रस्य प्रसक्तिः अस्ति? एकवारम् एकवारम् पश्यामि. चिन्वन् अनन्तरं पुष्णु सार्वधातुके यणादेशः एव खलु, अनन् किमपि अन्य अस्ति? अजिष्णु धातु ब्रुवाम् इत्यस्य प्रसक्तिः नास्ति वा? हा हा हा, अचिष्णु दातुभ्रम् आम् आम् अस्ति अस्ति, तदस्ति केन प्रभाते इति भवति किञ्चित् असंयोगपूर्वकः अस्ति. अतः अतः अतः अतः पुष्णुः सार्वधातुके इत्यस्य एव प्रसक्तिः भवति. केन बलेन भवति तस्य कार्यम्? कारणम् आवश्यकम् इत्युक्ते तयोः मध्ये, अचिष्णुधातु ब्रुवां पुष्णुवोः सार्वधातुके तयोः मध्ये बलाबलचिन्तनं किम्? असंयोगपूर्वकं न जानामि तत्र किं भवति. शिवली भगिनी प्रयत्नं करोति वा? परसूत्रं भगिनि, परसूत्रेण वा? अन्यत् किमपि? अन्यत् अन्तर अन्तरङ्गः बहिरङ्गः निमित्तमस्ति. असङ्गपूर्वस्य असंयोगपूर्वस्य कृते राजेन्द्रमहोदय किं वदति? नित्य अनित्य अन्तरङ्ग अत्र विष्णुः सार्वधातु सार्वधातुसूत्रस्य प्रसक्तिः अस्ति. अत्र तु अनेकाच् अनेकाच् अस्ति धातु, अनेकाच् अस्ति, परे अजादि प्रत्ययः अपि प्रत्ययः अस्ति, अजादि अपि प्रत्ययः अस्ति. तत्कारणात् अत्र उकारस्य स्थाने यन् आदेशः भवति, तथा तत्र उकारस्य स्थाने वकारः आगच्छति. चिन् योग अन्ति चिन्वन्ति रूपं. समीचीनं, परन्तु किमर्थम् अचिष्णु धातु ब्रुवां तत्र कार्यं न करोति, उष्णुवोः एव कार्यं करोति? अत्र किमस्ति, संयोक्तो हूष्णुः तत् अस्ति, तत् समीचीनम्. अचिष्णु किं पुनः वदतु भगिनि? धातुरूपे अत्र भगिनि धातुरूपे अङ्गं नास्ति एवं वा? न, यत्र यत्र हूष्णुवोः सार्वधातुके कार्यं कर्तुम् आगच्छति तत्र तत्र अचिष्णु धातु ब्रुवाम् आगच्छति वा न वा? आमाम् आगच्छति. अतः किं भवति? विप्रतिषेधे परं कार्यं तद् भवति वा? तद् तु समीचीनं सूत्रसङ्ख्या. अनन्तरं यत्र यत्र हूष्णुवोः आगच्छति तत्र सर्वत्र अचिष्णु धातुभ्रुवामपि आगच्छति चेत् हूष्णुवोः इत्यस्य का गतिः? निरवकाशः अपवाद गाड्. अस्तु, अहमपि किमपि पाठितवती इति अथवा मम रात्रिः निद्रा एव न आगच्छति. अस्तु, अहमपि किमपि पाठितवती. उत्तमं, निरवकाशत्वात् सूत्रसङ्ख्या सर्वत्र वयं पश्यामः चेत् भ्रमः एव भवति. अत्र यत्र यत्र हूष्णुवोः कार्यं कर्तुम् आगच्छति सर्वत्र अचिष्णु धातुभ्रुवामपि आगच्छति, अतः हूष्णुवोः निरवकाशत्वं प्राप्नोति इति कृत्वा अपवादबलेन तस्य कार्यं भवति. सामान्यसूत्रम् अचिष्णु धातुभ्रुवां तस्य कार्यं बहुत्र भवति, हूष्णुवोः सार्वधातुके तादृशं नास्ति. विशिष्टसूत्रम् अस्ति अतः अपवादबलेन. तत्र अहं पञ्चनिमिषं केवलं पञ्चनिमिषं स्वीकरोमि. कुरुयोगः अन्ति इत्यत्र तत्र बहु किमपि नास्ति, अग्रिमपाठः तस्मिन्नेव विषये अस्ति. कुरुयोगः अन्ति इत्यत्र अपि सार्वसामान्यसूत्रमस्ति इको एनचि. तत्रापि सार्वधातुक आर्धधातुकयोः कार्यं कर्तुम् आगच्छति, उकारः अकारः अस्ति इति कृत्वा. अनन्तरं तत्र किं भवति इत्युक्ते अचिष्णु धातुभ्रुवाम् इत्यस्य यदा वयं पूर्वं दृष्टवन्तः अत्रापि गुणनिषेधः अस्ति सार्वधातुकमपि नीति च इत्यनेन, तत्र अचिष्णु धातुभ्रुवाम् इत्यस्य प्रसक्तिः एव नास्ति. किमर्थम् इत्युक्ते उकारः कुरु इत्यस्य उकारः धातुरूपी अङ्गं नास्ति, उकारान्त धातुरूपी अङ्गं नास्ति इति कृत्वा तस्य प्रसक्तिः नास्ति तत्र. अतः हूष्णुवोः अपि तदपि तस्यापि प्रसक्तिः नास्ति इति कृत्वा तस्य अस्माकं सर्वसामान्यसूत्रम् इको यणचि इत्येव कार्यं करोति, कुर्वन्ति इति रूपं तत्र भवति. तत्र अन्तिमपरिच्छेदः पठित्वा समापयामः. तत्र विजया भगिनी अन्तिमपरिच्छेदः पठतु कृपया. अत्र प्रश्नः उदेति, इको यणचि इति सूत्रं यदा बाधितं भवति तदा सार्वधातुक आर्धधातुकयोः इत्यनेन तदा एकवारं यदा गुणनिश्चेदः भवति इति च तत्पश्चात् पुनः इको यणचि इत्यस्य प्रसक्तिः कथं वा स्यात्? अत्र परिभाषाद्वयस्य प्रसङ्गे चिन्तनं कुर्यात्. पुनः प्रसङ्गविज्ञानात् सिद्धं सकृद् गतौ विप्रतिषेधे यत् बाधितं तद् बाधितमेव बाधितमेव च. अत्र किं भवति, एकनिमिषं भगिनि क्षम्यताम्. अत्र किं भवति, किमर्थं तादृशप्रश्नः उदेति इति एकवारं वदामि. यदा वयम् इदानीं कृतवन्तः कुरुयोगः अन्ति इत्यत्र प्रथमम् इको यणचि सार्वधातुकयो आर्धधातुकयोः इत्यनेन बाधितं भवति, अनन्तरं सार्वधातुकमपि ङिति च इति सूत्रेण गुणनिषेधः भवति, पुनः इको यणचि तत्र पुनः आगच्छति कार्यं कर्तुम्. अतः एव प्रश्नः उदेति, इको यणचि इति सूत्रं यदा बाधितं सार्वधातुक आर्धधातुकयोः इत्यनेन पुनः कथम् आगच्छति? वयं पूर्वमपि एकः न्यायः दृष्टवन्तः किल, लक्षणन्यायः इति किमपि वयं दृष्टवन्तः किल, तादृशम् अत्र पुनः कथम् आगच्छति इति प्रश्नः. प्रश्नस्य उत्तरम् एतादृशम् अस्ति, तत्र परिभाषाद्वयम् अस्मिन् प्रसङ्गे चिन्तनीयम् इति. पुनः प्रसङ्गविज्ञानात् असिद्धम् इति, विज्ञानात् सिद्धं, क्षम्यतां, पुनः प्रसङ्गविज्ञानात् सिद्धम् इत्युक्ते पुनः कार्यं प्राप्तं तस्य कार्यं भवति एव. पुनः कार्यं प्राप्तम् इत्युक्ते अस्मिन् प्रसङ्गे इको यणचि इत्यस्य कार्यं पुनः प्राप्तं चेत् तत् कार्यं करणीयम् एव इति एषा परिभाषा वदति. अनन्तरं द्वितीयपरिभाषा अस्ति, विरुद्धः अस्ति, पुनः प्रसङ्गविज्ञानात् सिद्धम् इति परिभाषायाः विरुद्धः अस्ति एषा परिभाषा. सकृत् सकृत् गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव इति एषा परिभाषा वदति. एकस्य शास्त्रस्य यदा बाधितं भवति तद् बाधितमेव, पुनः न करणीयम् इति. अतः मतद्वयम् अस्ति. केचन तादृशं वदति पुनः प्रसङ्गविज्ञानात् असिद्धं क्षम्यतां सिद्धम् इति. केचन सकृद् गतौ विप्रतिषेधे यत् बाधितं तद् बाधितम्, एकवारं विप्रतिषेधेन किमपि बाधितं चेत् तद् बाधितमेव इति केचन एतत् स्वीकुर्वन्ति इति कारणेन द्वयमपि महोदयेन अत्र प्रदर्शितं. यदा वयं प्रथम परिभाषा स्वीकुर्मः चेत् इको एनचि पुनः आगन्तुं शक्यते. पुनः प्रसङ्गविज्ञानात् सिद्धम् इत्यनेन पुनः कार्यं प्राप्तं तस्य कार्यं भवति एव इति कारणेन तस्य कार्यं भवति एव. तावदेव सूत्राणां बलाबलस्य परिचयः एव वयम् अष्टसप्ताहः पठितवन्तः. प्रश्नः अस्ति वा? अग्रिमसप्ताहे तनादिगणस्य आरम्भं कुर्मः. अस्मिन् सप्ताहस्य गृहपाठः भवति स्वादिगणे वयं साधितवन्तः किल अनदन्त अङ्गानां कृते तिङ् प्रत्ययः, तस्य पूर्वावलोकनं बहु आवश्यकं. तद् करोति चेत् वयम् अग्रे सुलभतया गन्तुं शक्नुमः. अस्तु, धन्यवादः. करोति कुर्वन्ति इति अग्रिमपाठे न अनावश्यकम्. अग्रिमपाठः तदेव विषयः. पूर्व तिङ्प्रत्ययस्य पूर्वावलोकनम् आवश्यकं भगिनि, कथं साधितम्. परन्तु तनादिगण एव अग्रिमवर्गस्य अग्रिमवर्गात् आरभ्य तनादिगणः कुर्मः. अस्तु भगिनि, धन्यवादः, शुभदिनं भगिनि. धन्यवादः, धन्यवादः भगिनि. एकनिमिषं भगिनि, नेक्स्ट् वीक् ऐ विल् नाट् बि कमिङ्ग् बिकास् ऐ हाव् सम् आम्.